पद्मपुराणं खण्डं 3 स्वर्गखण्डः अध्यायं 35 नारद उवाच अधान्यत्तत्र वैलिङ्गं कपर्दीश्वरमुत्तमं स्नात्वा तत्र विधानेन तर्पयित्वा पितृन्नृप मुच्यते सर्वपापेभ्यो मुक्तिं भुक्तिं च विन्दति पिशाचमोचनं नाम तीर्थमन्यत्तदस्थितं तत्राश्चर्यमयो देवो मुक्तितः सर्वदोषहः कश्चिद्दैत्यो जगामेदं शार्दूलो घोररूपदृक मृगीमेघां भक्षयितुं कपर्दीश्वरमुत्तमं तत्र सा भीदहृदया कृत्वा कृत्वा प्रदक्षिणं धावमाना सुसम्भ्रान्ता व्याघ्रस्य वशमागता तां विदार्य नखैस्तीक्ष्णैः शार्दूलः स महाबलः जगामचान्यं विजनं देशं दृष्ट्वा मुनीश्वरान् मृदमात्रा च सा बाला कपर्दीशाग्रदो मृगी अदृश्यद महाज्वाला व्योम्नि सूर्यसमप्रभा त्रिनेत्रा नीलकण्ठा च शशाङ्काङ्कितमूर्धजा पृषाधिरूढा पुरुषैः तादृशैरेव संवृता पुष्पवृष्टिं विमुं चन्ति केचरास्तत्समं ततः गणेश्वरी स्वयं भूत्वा न दृष्टा तत्क्षणात्तदः दृष्ट्वा तदाश्चर्यवरं प्रशशंसुसुरादयः तन्महेशस्य वैलिङ्गं कपर्दीश्वरमुत्तमं स्मृत्वैवाशेषपापौखात् क्षिप्रमस्य विमुञ्चति कामक्रोधादयो दोषा वाराणसी निवासिनां विघ्नाः सर्वे विनश्यन्ति कपर्दीश्वरपूजनाद तस्मात् सदैव द्रष्टव्यं कपर्दीश्वरमुत्तमं पूजितव्यं प्रयत्नेन स्तोतव्यं वैदिकैस्तवैः ध्यायतां चात्रनियतं योगिनां शान्तचेतसां जायते योगसिद्धिः स्यात् षण्मासेन न संशयः ब्रह्महत्यादयः पापा विनश्यन्त्यस्य पूजनाद पिशाचमोचने कुण्डे स्नातः स्यात् प्रशमो यतः तस्मिन् क्षेत्रे पुरा विप्रस्तपस्वी संसृतव्रतः शङ्कुकर्ण इति ख्यातः पूजयामास शङ्करं जजाप रुद्रमनिशं प्रणवं ब्रह्मरूपिणं पुष्पधूपादिभिस्तोत्रैः नमस्कारैः प्रदक्षिणैः उपासीतात्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीं कदाचिदागतं प्रेदं पश्यति स्म क्षुधान्विदम् अस्ति चर्म विनद्भाङ्गं निःश्वसन्तं मुहुर्मुहुः तं दृष्ट्वा स मुनिश्रेष्ठकृपया परयायुधः प्रोवाचको भवान् कस्माद्देशादेशमिमं श्रुतः तस्मै पिचाचः क्षुतया पीड्यमानो ब्रविद्वजः पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः पुत्रपौत्रादिभिर्युक्तः कुटुम्बभरणोत्सुकः न पूजिता महादेवा गावोऽप्यतिथयस्तथा न कदाचित् कृतं पुण्यमल्पं वा नल्पमेव च एकदा भगवान् देवो वृषभेश्वरवाहनः विश्वेश्वरो वाराणस्यां दृष्टस्पृष्टो नमस्कृतः तदा चिरेण कालेन पञ्चत्वमहमागतः न दृष्टं तन्महाघोरं यमस्य सदनं मुने पिपासयाधुना क्रान्तो न जानामि हिताहितं यदि कञ्चित् समुद्धर्तुमुपायं पश्यसि प्रभो कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः इत्युक्तः शङ्कुकर्णोऽथ पिशाचमिदमब्रवीत् तादृशो न हि लोकेऽस्मिन् विद्यते पुण्यकृत्तमः यत्त्वया भगवान् पूर्वं दृष्टो विश्वेश्वरशिवः संस्पृष्टो वन्दितो भूयः कोऽन्यस्त्वत्सदृशो भुवि तेन कर्मविपाकेन देशमेदं समागतः स्नानं कुरुष्व शीघ्रं त्वमस्मिन् कुण्डे समाहितः येने मां कुत्सितां योनिं क्षिप्रमेव प्रकाश्यसि स एवमुक्तो मुनिना पिशाचो दयालुना देववरं त्रिनेत्रं स्मृत्वा कपर्दीश्वरमीशितारं चक्रे समाधाय मनोवगाहम् तदवगाढो मुनिसन्निधाने ममारदिव्या भरणोपपन्नः अदृश्य तार्कप्रतिमो विमाने शशाङ्कचिह्नीकृत चारुमौलि विभाविरुद्रैः सहितो दिविष्टैः समाभृतो योगिरिभरप्रमेयैः स वालपिल्यादिभिरेषदेवो यथोदये भानुरशेषदेवः स्तुवन्ति सिद्धादिविदेवसङ्खा नृत्यन्ति दिव्याप्सरसोऽभिरामाः मुञ्जन्ति वृष्टिं कुसुमां भूमिश्रां गन्धर्वविद्याधर किन्नराद्याः संस्तूयमानोऽथ मुनीन्द्रसङ्घैः अवाप्यबोधं भगवत्प्रसादाद समाविशन्मण्डलमेददग्र्यं त्रयीमयं यत्र विभाधिरुद्रः दृष्ट्वा विमुक्तं स पिशाचभूतं मुनिः प्रहृष्टो मनसा महेशम् विचिन्त्य रुद्रं कविमेघमग्निं प्रणम्य तुष्टाव कपर्दिनं तं शङ्कुकर्ण उवाच कपर्दिनं त्वां परतः परस्तात् गोप्तारमेकं पुरुषं पुराणं व्रजामि योगेश्वरमीप्सितारमादित्यमग्निम् कपिलाधिरूढं त्वां ब्रह्मसारं हृदि सन्निविष्टं हिरण्मयं योगिनमादितं तं व्रजामि रुद्रं शरणं दिविष्टं महामुनिं ब्रह्ममयं पवित्रं सहस्रपादाक्षिशिरोभियुक्तं सहस्ररूपम् तमसः परस्ताद तं ब्रह्मपारं प्रणमामि शम्भुं हिरण्यगर्भाधिपतिं त्रिनेत्रं यत्र प्रसूदिर्जगदो विनाशो यनावृतं सर्वमिदं शिवेन तं ब्रह्मपारं भगवन्तमीशं प्रणम्य नित्यं शरणं प्रपद्ये अलिङ्गमालोकविहीनरूपं स्वयं प्रभुं चित् पदिमेकरूपं तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्येन यदोऽन्यदस्ति यं योगिनस्त्यक्त सबीजयोगा लब्ध्वा समाधिं परमात्मभूताः पश्यन्ति देवं प्रणतोऽस्मि नित्यं तं ब्रह्मपारं परमस्वरूपम् न यत्र नामादिविशेषक्लृप्तिर्न सन्दृशे तिष्ठति यत्स्वरूपं तं ब्रह्मपारं प्रणतोऽस्मि नित्यं स्वयं भुवं त्वां शरणं प्रपद्ये यद्वेदवादाभिरदाविदेहं सब्रह्मविज्ञानमभेदमेकं पश्यन्त्यनेकं भवदस्वरूपं तं ब्रह्मपारं प्रणतोऽस्मि नित्यं यथ प्रधानं पुरुषपुराणो बिभर्ति तेजः प्रणमन्ति देवाः नमामि तं ज्योतिषि सन्निविष्टं कालं बृहन्दं भवदस्वरूपं व्रजामि नित्यं शरणं गुहेशं स्थाणुं प्रपद्ये गिरिशं पुराणं शिवं प्रपद्ये हरिमिन्दुमौलिं पिनाकिनं त्वां शरणं व्रजामि स्तुत्वैवं शङ्कुकर्णोऽपि भगवन्तं कपर्दिनं पपाददण्डवद्भूमौ प्रोच्चरन् प्रणवं परं तत्क्षणात् परमं लिङ्गं प्रादुर्भूतं शिवात्मकं ज्ञानमानन्दमत्यन्तं कोटिज्वालाग्निसन्निभं शङ्कुकर्णोऽध मुक्तात्मा तदात्मा सर्वगोमलः निलिल्ये विमले लिङ्गे तदद्भुतमिवाभवद येदद्रहस्यमाख्यातं माहात्म्यं ते कपर्दिनः न कश्चिद्वेत्ति तमसा विद्वानप्यत्र मुह्यति य इमां शृणुयान्नित्यं कथां पापप्रणाशिनीं त्यक्तपापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात् पठे च सततं शुद्धो ब्रह्मपारं महास्तवम् प्रातर्मध्याह्नसमये स योगं प्राप्नुयात् परम् इति श्रीपाद्मे महापुराणे स्वर्गखण्डे वाराणसीमाहात्म्ये पञ्चत्रिंशोऽध्यायः ॐ